पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 31 नारद उवाच देवदेव जगन्नाथ भक्तानामभयप्रद व्रतं ब्रूहि महादेव कृपां कृत्वा ममोपरि श्रीमहादेव उवाच सार्वभौमपुराह्यासिद्धरिश्चन्द्रो महीपतिः तस्य तुष्टो ददद्ब्रह्मा पुरीं कामदुःखां शुभां सर्वरत्नमयीं दिव्यां बालार्कसदृशप्रभां तत्र स्थितो महीपालो सप्तद्वीपां वसुन्धराम् पालयामास धर्मेण पिता पुत्रमिवौरसं प्रभूदधनधान्यस्तु पुत्रदौहित्रवान् नृपः स पालयन् शुभं राज्यं परं विस्मयमागतः न तादृशमभूत्पूर्वं राज्यं कस्य हि कर्हिचिद न चेदृश्यं नरैरन्यैर्विमानमधिरोहितं कस्येह कर्मणो व्यष्टिर्येनाहं सुरराडिव इति चिन्तापरो भूत्वा विमानवरमास्थितः ददर्श पार्थिववरो मेरुं शिखरिणां वरं तत्रास्ते च महात्मासौ द्वितीय इव भास्करः आसीनं पर्वतवरे शैलपट्टे हिरण्मये सनत्कुमारं ब्रह्मर्षिं ज्ञानयोगपरायणं दृष्ट्वा ह्यवातरद्राजा प्रष्टुकामोऽथ विस्मयम् ववन्दे चरणौ हृष्टस्तेनापि स च नन्दितः सुखोपविष्टस्तु नृपः पप्रच्छ मुनिपुङ्कवम् भगवन्दुर्लभालोके सम्पच्चेयं यथा मम कर्मणा केन लभ्येद कश्चाहं पूर्वजन्मनि तत्त्वं कथय मे सर्वमनुग्राह्योऽस्मि ते यदि सनत्कुमार उवाच शृणु राजन् प्रवक्ष्यामि पूर्ववृत्तस्य कारणं येन कृत्वा विशेषेण तव चानुग्रहो भवत् त्वमासि पूर्वजनुषि सुवैश्यः सत्यवाक्शुचिः स्वं कर्म ते परित्यक्तं तदस्त्यक्तस्तु बान्धवैः सत्वं वृत्तिपरीक्षीणो भार्ययानुगतस्तथा निर्गतस्वजनां त्यक्त्वा परप्रेषणलिप्सया न च प्रेषणदो ह्यासीत् काले दुर्भिक्षपीडितः तद कदाचित् गहने सरश्चोद्भुल्लपङ्कजं दृष्ट्वा तत्र कृतो भावो गृह्णीव पङ्कजानि वै यदावदुक्त्वा पुष्पाणि तान्यादाय पदे पदे आस्थितौ नगरीं पुण्यां नाम्ना वाराणसीं शुभाम् ततो विक्रयध कश्चिन्नैव गृह्णादिपङ्कजं तन्मठनिर्गत कश्चित्तत्रैव प्राङ्गणे स्थितः तत्र स्थाने प्रविशदा श्रुतो वादित्रनिःस्वनः कस्मिंश्च श्रूयते ह्येष वादित्रस्य च निःस्वनः इति पृष्ठे तदा तूर्ये तेनोक्ते प्रस्थितोऽन्तरं काशीराज्यस्तु विख्यात इन्द्रद्युम्नस्तु पार्थिवः तस्यास्ति दुहिताख्यादा नाम्ना चन्द्रावती सती उपोषिता महाभागा जयन्तीमष्टमीं शुभां तत्रा गतोऽसौ वैश्यस्तु यत्र तिष्ठति सा शुभा सन्तुष्टचित्तः स तदा हर्षस्तत्रा गतो महान् तत्र स्थाने त्वया दृष्टो देववैतानिको विधिः आदित्य सहितो यत्र पूज्यते भगवान् हरिः तद्भक्त्या च त्वया पत्न्या सह पुष्पार्चनं कृतम् शेषैस्तु प्रकरस्तत्र कृतपुष्पमयस्तथा तं दृष्ट्वा विस्मिता सह केनेहाभ्यर्चनं कृतं ज्ञात्वा तत्कर्म तत्सर्वं कृतं संरक्षणं तथा ततस्तुष्टा तु सा तुभ्यं ददौ वित्तं बहुस्वयम् त्वया वित्तं नो गृहीतं भोजनायानुमन्त्रितः न गृहीतं भोजनं च न च वित्तं त्वया तदा आदित्यो विष्णु संयुक्तपूजितोऽसौ यथाविधि तदप्रभातसमये रक्षमाणस्तया सदा विश्रम्भयित्वा तान् सर्वान् निर्गतोऽसि यदेच्छया तदे तदन्यजनुषि सुकृतं चार्जितं त्वया पञ्चत्वं च त्वया प्राप्तं स्वीयकर्मानुयोगतः तेन पुण्येन महदा विमानमागमत्तदा तत्फलं भुज्यते भूप पूर्वजन्मकृतं च यत् हरिश्चन्द्र उवाच केनैव च विधानेन कस्मिन् मासे च सा तिथिः कर्तव्या तन्ममा चक्ष्व अनुग्राह्योऽस्मि ते यदि सनत्कुमार उवाच शृणुष्वावहितो राजन् कथ्यमानं मया तव श्रावणस्य दुमासस्य कृष्णाष्टम्यां नराधिप रोहिणी यदि लभ्येत जयन्ती नाम सा तिथिः भूयो भूयो महाराज भवेज्जन्मनि कारणं विधानमस्या वक्ष्यामि यथोक्तं ब्रह्मणा मम यत् कृत्वा मुक्तपापस्तु विष्णुलोकं प्रगच्छति उपोषितस्तद कृत्वा स्नानं कृष्णतिलैः सह स्नापयेदवव्रं कुम्भं स्नापयेदव्रणं स्नापयेदव्रणं कुम्भम् उपोषितस्तद कृत्वा स्नानं कृष्णतिलैः सह स्नापयेदव्रणं कुम्भं पञ्चरत्नसमन्वितं वज्रमौक्तिकवैडूर्यपुष्परागेन्द्रनीलकं पञ्चरत्नं प्रशस्तं तु इति कात्यायनो ब्रवीद तस्योपरिन्यसेत्पात्रं सौवर्णं लक्षणान्वितम् सौवर्णां विन्यसेत्तत्र यशोदां नन्दगेहिनीं ददमानां तु पुत्रस्य स्तनं वै विस्मिताननं पिबमानं स्तनं माधुरपरं पाणिना स्पृशद आलोक्य मादरं प्रेम्णा सुखयन्तं मुहुर्मुहुः सौवर्णं कारयेद्देवं यावच्छक्तिश्च विद्यते द्विनिष्कमात्रं कर्तव्यं यदि शक्तिश्च विद्यते त्रिलोहेनैव कर्तव्यं सौवर्णेनाथवा पुनः तद्वच्चरोहिणीं कुर्यात् सौवर्णी राजदशी अङ्गुष्ठमात्रस्तु शशी रोहिणी चतुरङ्गुला कर्णयो कुण्डले दद्यात् कण्ठाभरणकं गले एवं कृत्वा तु गोविन्दं मात्रा सार्धं जगत्पतिं क्षीराद्दिस्नपनं कृत्वा चन्दनेनानुलेपयेद् श्वेतवस्त्रयुगच्छत्रं पुष्पमालोपशोभितं नैवेद्यैर्विविधैर्भक्षैः फलैर्नानाविधैरपि दीपं च कारयेत्तत्र पुष्पमण्डपशोभितं गीतं नृत्यं च वाद्यं च कारयेद्भक्तिमान् बुधैः एवं कृत्वा विधानं तु यथा विभव सारदः गुरुं सम्पूजयेत् पश्चात् पूजां तत्र समापयेत् इति श्रीपद्मे महापुराणे उत्तरखण्डे उमापदि नारदसंवादे जन्माष्टमी व्रतं नाम एकत्रिंशोऽध्यायः ॐ